अनिल् महोदय नमस्कारः. अनिल् महोदय नमस्कारः. अत्र आरम्भश्लोकं वक्तुं शक्यते वा? आं महोदय. येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. भाष्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्. ॐ श्रीगुरुभ्यो नमः. ॐ श्री गणेशाय नमः. ॐ श्री सरस्वत्ये नमः. ॐ श्रीगुरुभ्यो. ॐ श्री गणेशाय नमः. ॐ श्री सरस्वत्ये नमः. ॐ श्री गुरुभ्यो नमः. अस्तु, अत्र पूर्वतनवर्गस्य विषये एतत् सर्वं किं किं धातुः अस्ति, विकरणप्रत्ययं किं किम् अस्ति, अत्र किं बाधित्वा विकरणप्रत्ययं बाधित्वा किं किम् अभवत् इति वयं दृष्टवन्तः. युगोत्यादिगणे, स्वादिगणे, अनन्तरं दिवादिगणे, भुवादिगणे, बुधधातुः, एतत् सर्वं वयं दृष्टवन्तः. इदानीम् अत्र नी अस्ति चेत् नी ची दा गै मा बुत् लिक् पट् एतत् स्वीकृत्य अद्य धातवः अपि दृष्टवन्तः. अनन्तरं ति तृच् तवतु तव्यत् अनीय युक्तिं ल्युट् एतदपि दृष्टवन्तः. इदानीं परिशिष्टम् इति अस्ति. अत्र कोऽपि सन्देहः अस्ति वा गतवर्गस्य? अनिल् महोदय, महालक्ष्मी न, महोदय सन्देहः नास्ति खलु? अस्तु, इदानीं भवान् एव पठतु परिशिष्टमिति. महोदय, स्क्रीन् शेर् करोतु कृपया. अस्तु, इदानीं दृष्टवन्तः खलु स्क्रीन्? आं महोदय. परिशिष्टम् इति अस्ति खलु, एतत् पठतु. अस्तु, उपयुक्तं यत् आर्धधातुकप्रत्ययाः त्रिविधाः कित्नित् नित्नित् कित्नित् नित्नित् भिन्नः. एतावता अस्माभिः दृष्टं यत् तुदादिगणे इकः गुणः न भवति. तत्र एकं सूत्रम् उक्तम् आसीत्, किं निति निति च. अत्र अस्य सूत्रस्य अर्थः स्थापितः. निति च, यः प्रत्ययः गित् कित् अथवा नित् अस्ति, अपि च तस्मात् प्रत्ययात् पूर्वं तस्य एव प्रत्ययस्य कारणतः इकः स्थाने गुणः वा वृद्धिः वा भवति स्म, सः गुणः वृद्धिः न भवति. इदानीं भवान् वक्तुं शक्यते वा अत्र? प्रतिपादयतु किञ्चित्. किमपि नास्ति एव. स्थिति च इत्युक्ते किं? स्मिति च अत्र त्रीणि शब्दाः सन्ति. यदा ककारस्य इत्संज्ञा, ककारस्य इत्संज्ञा, नकारस्य इत्संज्ञा अस्ति चेत् तस्मात् पूर्वं गुणः वा वृद्धिः न भवति. अस्ति चेत् गुणः वा वृद्धिः वा न भवेत्. अग्रे अपि पठतु अस्मिन् सूत्रे. अस्मिन् सूत्रे च कित् नित् इत्युक्तं, किन्तु न केवलं कित् नित् अपि तु गित् इत्यपि उक्तम्. तर्हि अत्र एकः प्रश्नः उदेति. अत्र उपरितने पाठे अष्टाध्याय्यां प्रत्ययप्रक्रिया च समग्रदृष्टिः. समग्रदृष्टिः इत्युक्तं, समग्रदृष्टिः इति चेत् जित् प्रत्ययस्य का गतिः? प्रक्रियाचिन्तने अस्य किं स्थानं? किमर्थं न उक्तम्? अत्र मूलसूत्रं तु मूलसूत्रे केवलं एकं ककार एक अस्ति अतः कित् नित् अपि भवितुं शक्यते परन्तु गित् किमर्थम् आगच्छति ओके कारणमस्ति अत्र समग्रदृष्टिः अपेक्षते अतः पूर्णविवरणं दीयते अग्रे एव एतत् चिन्तनस्य अग्रे अत्र उत्तरमस्ति शान्त पठतु अग्रे महालक्ष्मी पठतु उत्तरमस्ति यत् सम्पूर्णसंस्कृतभाषायां यानि प्रमुखकार्याणि सन्ति तेषां सर्वेषां साधनार्थम् उपरि यत् प्रदर्शितं तावदेव आवश्यकम् गित् नाम्ना कश्चन प्रत्ययः अस्ति स च एकः एव सम्पूर्णसंस्कृतभाषायाम् एक एव प्रत्ययः गित् विष्णुः विष्णुः तस्य कृते च एकमेव सूत्रम् अपि च अनेन विष्णुः प्रत्ययेन केवलम् एकशब्दः निष्पन्नः यस्य साधनार्थं विष्णुः प्रत्ययस्य गित्वम् आवश्यकम् तदपि किञ्चित् विवादास्पदं नाम अन्येन उपायेन इत्संज्ञकगकारं विना अपि साधयितुं शक्यते अतः आहत्य अस्माकं यः उपरितनमूलविषयः अस्ति तस्मिन् गित् प्रत्ययः किमपि स्थानं नास्ति अत्र एतत् विषये इग् इस् नु इक्ष्णु इति गित् विषये अस्ति उपरितनम् एकनि पूर्वमेव वयं दृष्टवन्तः कित् नित् एकस्मिन् पक्षे अन्यस्मिन् पक्षे नित् नित् भवति अन्यस्मिन् पक्षे कित् नित् नित् नित् भिन्नाः अत्र गित् अस्ति चेत् मूलप्रत्ययविषये अत्र किं किम् अस्ति चेत् कित् अथवा नित् अस्ति चेत् अत्र स्निति च इत्यनेन गुण निषेधः वृद्धिः निषेधः भवति स्निति च इति सूत्रेण परन्तु अत्र इक्ष्णुः इक्ष्णु इति अस्ति चेत् अत्र गकारस्य आवश्यकमस्ति गित्वम् आवश्यकमस्ति अनन्तरम् अत्र इत्संज्ञकगकारं विना अपि अत्र कार्यं साधयितुं शक्नोति एव अतः आहत्य अस्माकं यः उपरितनमूलविषयः अस्ति तस्मिन् गित् प्रत्ययस्य किमपि स्थानं नास्ति इति उक्तवन्तः एकः एव अत्र स्नु इति अस्ति एतत् गित् अस्ति इति अग्रे भवती एव पठतु अत्र महालक्ष्मी अनिल् महोदय अस्मि मा अस्मि अस्मि सोरि अस्य जिज्ञासूनां कृते गित् प्रत्ययस्य कार्यम् उपस्थाप्यते परन्तु अस्य बोधः नितराम् अनावश्यकः अस्माकम् उपर्युक्तप्रक्रियाः समग्रस्य अत्र इक्ष्णु इति अत्र अनावश्यकम् इति अस्ति अत्र एतत् विषये सूत्रमपि अस्ति अग्रे पठतु महालक्ष्मी पठतु एकं सूत्रमस्ति ग्लाजस्य ग्लाजस्य ग्लाजस्य तश्च ग्लाजस्तः सः क्रस्तु अत्र मूल्यप्रत्ययः अस्ति इक्ष्णु तदा तर्हि च इत्यनेन चत्वं कृत्वा चत्वं कृत्वा वस्नु भवति अनेन ग्ला जी स्त भू इत्येभ्यः चतुर्भ्यः धातुभ्यः घ्नु प्रत्ययः विधीयते. ग्ला योगः घ्नु ग्ला योगः घ्नु ग्लाश्नु. प्रथमाविभक्त्यो एकवचने ग्लाश्नुः. एवमेव जि योगः स्नु जिष्णुः. स्ता योगः स्नु स्ताश्नु. भूयोगः स्नु भूस्नुः. येषुः चतुर्षु जि धातो च भूधातो च गुणानिषेधः आवश्यकः. ग्ला ग्ला धातो इदानीं ग्लाजिष्टश्च इक् स्नु आगच्छति. अत्र इक् स्नु किमर्थम् आगच्छति चेत् पूर्वं गकारः तिष्ठति. गकारस्य स्थाने खरि च इत्यनेन चत्वं भूत्वा अत्र तृतीयवर्णस्य स्थाने प्रथमवर्णः आगच्छति. अतः एव स्नु इति भवति. अनन्तरं चत्वारः धातुभ्यः किम् अस्ति क्ला जि सा भू इत्येभ्यः स्नु इति प्रत्ययः विधीयते. ग्ला स्नु ग्लाश्नु. अनन्तरं जि स्नु जिष्णु जिष्णुः. सा स्नुः साश्नुः. अनन्तरं भू स्नुः भूष्णुः इति अत्र भवति. अत्र वर्णमेलनं नास्ति. करिच इत्यनेन तृतीयवर्णस्य स्थाने प्रथमवर्णः भूत्वा स्नु इति भवति. वर्णमेलनमेव अत्र किमपि सा धातुः च किमपि कार्यं न आवश्यकम्. अतः केवलं वर्णमेलनमेव. अतः अग्रे अनिल् महोदय पठतु. अतः चिन्तयितुं शक्नुमः यत् अत्र प्रत्ययः स्नु इत्येव भवति चेत् भवति चेत् निति च इति सूत्रद्वारा गुणनिषेधः सेत्स्यति. अतः किमर्थं न क्स्नु इत्येव भवतु? क्स्नु इत्यस्य का आवश्यकता? क्स्नु प्रत्ययं त्यजामः, स्नु इत्येव भवतु. अस्मिन् सारल्यम् अस्ति. गित् इति संस्कृतभाषायां मास्तु, किन्तु अत्र समस्या अस्ति यत् एकं सूत्रं विद्यते घुमास्तागापाजहास्तिसां कलि. अनेन घू मा स्था गा पा हा उहा सा शो एषां धातूनाम् आकारस्य स्थाने ईकारादेशो भवति. हलादि कित् नित् आर्धधातुकप्रत्यये परे अत्र अतः इदानीं इक्ष्णु एव समीचीनं सरलतया अपि अस्ति. किमर्थम् अत्र इग् स्नु इक्ष्णु इति किमर्थम् अत्र? अनन्तरम् अत्र सारल्यम् अस्ति एव. संस्कृतभाषायां गित् इति मास्तु एव, किन्तु अत्र समस्या एकः प्रश्नः उदेति. समस्या सन्देहः अस्ति यत् एकं सूत्रं विद्यते भू मास्ता गा पा जहापि साम् हलि इति सूत्रेण दीर्घ गू मा अत्र आकारस्य एजन्तधातूनाम् आकारस्य स्थाने ईकारः आदेशः भवति. कुत्र भवति? निमित्तं किम् अस्ति चेत् हलादि चित् नित् आर्धधातुकप्रत्यये परे एव अत्र दीर्घ आकारस्य स्थाने ईकारः भवति. अत्र ओहाक् हा इत्युक्ते धातुः ओहाक् अत्र ककारः अलन्त्यं तस्य लोपः इत्यनेन अपगच्छति. ओ अपि अपगच्छति, आ एव तिष्ठति. अनन्तरं सा इति अस्ति. मूल धातुः तु शो अस्ति. एतत् शो सा इति भवति. किं सूत्रेण? केन सूत्रेण? मया पूर्वमेव दृष्टवन्तः एतत् विषये. महालक्ष्मी वक्तुं शक्यते, शान्ता अपि वक्तुं शक्यते. चकारः केन सूत्रेण सा इति भवति? अनिल् महोदय जानाति वा? अत्र सत्वम् अहं सत्वम् आगच्छति केन सूत्रेण? सूत्रम् अहं न स्मरामि महोदय. जानाति महालक्ष्मी, गतवर्गे एव एतत् विषये दृष्टवन्तः. एतत् सूत्रेण एव धात्वादेः सः सः अत्र सः अस्ति चेत् सः इत्यनेन सा इति भवति. इदानीं दृष्टवन्तः सा क्षो येषां धातूनाम् आकारस्य स्थाने ईकारः भवति हलादि कित् नित् आर्धधातुकप्रत्यये परे. भवान् एव पठतु तर्हि. तर्हि प्रत्ययः क्ष्णु अस्ति चेत् गुमास्तादापाजहातिसां हलि इत्यनेन स्था योग स्नु स्थि प्लस् योग स्नु स्थि स्नु इति अनिष्टं रूपं सेत्स्यति. तस्य निवारणार्थं मूलप्रत्ययः घ्नु इति कृतम् अस्ति. अपि च यदा घ्नु अस्ति प्रत्ययः जातः तस्य गित्वे गुणनिषेधक्षमता अपि आवश्यकी जिष्णु भूष्णु इति द्वयोः साधनार्थम्. एतदर्थम् एव निति च इति सूत्रे गकारस्य प्रश्लेषः कृतः. नो चेत् अस्मिन् सूत्रे गकारस्य आवश्यकता एव नास्ति. केवलं द्वयोः शब्दयोः कृते जिष्णुभूष्णु निति च इति सूत्रे गकारः संयोजितः. समीचीनतया दत्तमेव. सा पूर्वमस्ति सा इति अत्र स्नु इति स्वीकुर्मः. अनन्तरं गुमास्ता इति सूत्रेण दीर्घ आकारस्य स्थाने ईकारः भवति. तादृशं भवति चेत् अत्र स्थी इति भवति. स्थी स्नु एतत् अनिष्टरूपं स्वेच्छति अनिष्टरूपम् उत्पद्यते. अतः तत्र स्नु इति प्रत्ययं योजनं न कर्तुं शक्यते एव. अत्र किं भवति चेत् गकारस्य आवश्यकता एव नास्ति एव. केवलं द्वयोः एव स्नु इति प्रत्ययं प्रयोजनं कर्तुं शक्यते, जिष्णुः भूष्णुः इति. अनन्तरम् अत्र गिति च निति च इत्यनेन गुणनिषेधः अत्र वृद्धिः अपि निषेधः भवति. एतत् सूत्रे गकारः संयोजितः. अत्र गकारः अस्ति एव निति च इत्यनेन चर्तुम् इत्यनेन गकारः योजितः. भवान् पठतु अग्रे आगत्य. महोदय महोदय यही सूत्रेण विष्णुः கூட இப்படிதான் வருமா? விஷ்ணுஹ கூட இந்த சூத்திரம் யூஸ் பண்ணி தான் வருமா? வி யோகஹ விஷ்ணுஹ. ஆமா ஆமா உத்தமம் உத்தமம். धन्यवाद. குக்கிம் சூத்ரேன இதுக்கு ஏத சூத்ரேனேவ லாஜிஸ் தச்ச நுஸ்னு இக்ஸ்னு இக்ஸ்னுஹ இது அஸ்தி. परन्तु पूर्व ககரக அஸ்தி तृतीय வர்ணக அஸ்தி. அனந்தரம் சர்த்தம் கரிச இதேனேன ககரக பூத்வா ஸ்னுஹ இது பவதி. தாவதேவ அத்ர விஷ்ணுஹ விஷ்ணுஹ தாதிருஷ்மேவ பவது. नो परन्तु अत्र तु चतुर्थ एव रैट्. वि अत्र नास्ति. ग्लाजिस्थ ग्लाजि ग्ला ग्लै अत्र इदानीं दृष्टवन्तः खलु. ग्ला जि स्था भू चत्वारः चतुर्भ्यः धातुभ्यः अत्र स्नु प्रत्ययः विधीयते. परन्तु तत्र तृतीयवर्णः अस्ति गकारः. करिच इत्यनेन चर्तुं भूत्वा प्रथमवर्णः भवति. अतः स्नु इति भवति. अत्र ग्ला इत्यनेन ग्लास्नु ग्लास्नु तत्र भवति एव प्रथमविभक्ति एकवचनम्. अनन्तरं जि अपि अस्ति भू अपि अस्ति. जि जिष्णुः भू भूष्णु इति भवति. परन्तु स्था इति स्थाने गुमास्ता इति सूत्रं प्रयोगं कुर्मः चेत् अत्र अनिष्टरूपं स्थीष्णु इति भवति. अतः तत्र प्रयोगं न कुर्मः इति तत्र दत्तं. भवानेव अत्र पूरयतु. अत्र श्लोके भू तु नास्ति परन्तु अत्र भू किमर्थं किं किं श्लोके ग्लाजिस्थश्च स्नु अत्र ग्ला अस्ति जि अस्ति स्था अस्ति भू कुत्र अस्ति? जि अस्ति खलु ग्ला हा जि अस्ति अस्ति भू तु नास्ति सूत्रे ओ गुमास्ता इति प्रश्नः उदेति वा अत्र न प्रथम ग्लाजिष्ठस्य स्नु सूत्रे तत्र भूत भू भू न दृश्यते ग्लाजिष्ठा अत्र ग्लाजीस्तः पञ्चमे एक कृत् प्रत्ययः छन्दसि निवृत्तं ग्लाजीस्ता इत्येभ्यः धातुभ्यश्च ओके ओके भू अनुवृत्ति अनुवृत्ति अस्तु इदानीम् अत्र अग्रे अग्रिमपङ्क्तिः भवान् एव पूरयतु आहत्य आहत्य स्था योगस्नु स्थास्नु इत्यस्य साधनार्थम् एव संस्कृतव्याकरणे गित्वं विद्यते किमपि अन्यत् कारणं नास्ति एतत् सर्वं दृष्ट्वा मातृभिः निश्चितं यत् प्रक्रियाः समग्रदृष्ट्यां गित् प्रत्ययस्य समावेशः मास्तु तासां च चिन्तनं साधु एव गित् इति प्रत्ययः समावेशः मास्तु अत्र प्रयोजनं न मास्तु एव किमर्थं चेत् अत्र गकारः अस्ति अपि तत्र किमस्ति खरिच इत्यनेन खकारः भवति अनन्तरम् अत्र जिष्णु भूष्णु इत्येव कार्यं करोति अनन्तरं स्था इति स्वीकुर्मः चेत् गुमासा इत्यनेन स्थी भवति अनिष्टरूपं भवति अनन्तरम् एतत् मातृभिः निश्चितं कृतं प्रक्रियाः समग्रदृष्ट्यां गित् प्रत्ययस्य समावेशः समावेशः अत्र प्रयोजनं प्रयोगः मास्तु तासां च चिन्तनं साधु एव परन्तु चिन्तनम् एतत् विषये साधु एव परन्तु प्रयोगं मास्तु इति अत्र भवती अनुसूय भवती पठतु काशिकायामपि काशिकायामपि उक्तं यत् ग्लाजिस्तश्च स्नु तृतीयाध्याये द्वितीयपादे चतुर्विंशतिशतकम् अधिकशतकम् इति सूत्रे स्था इत्यनेन स्था आ इति स्वीक्रियते चेत् नाम तादृश स्थाधातुः यस्य अन्ते आकारः वर्तते तदा सवर्णदीर्घसन्धि कृत्वा स्था इत्येव सूत्रे जायते इति मन्यामहे चेत् स्थीसु इति अनिष्टं रूपम् अनेन एव निवार्येत् येन गित्वस्य आवश्यकता न स्यात् नाम प्रत्ययः नु इत्येव नाम प्रत्ययः नु इत्येव भवतु गित्वां नामविचारः संस्कृतभाषायां मास्तु इत्यपि कश्चन विचारः वर्तते अनया दृष्ट्यापि अस्माकं समग्रचिन्तनचित्रे गित् प्रत्ययस्य औचित्यं सुतरां नास्ति एतत् प्रतिपादयन्तः यत् पूर्वम् अस्माकं कृते इतः पर्यन्तं पठितम् अत्र स्था इति आकारस्य स्थाने आकारः एव तिष्ठति अत्र अनिष्टरूपं भवति इकारः गुमास्ता इति सूत्रं स्वीकुर्मः चेत् अत्र आकारस्य स्थाने ईकारः आगच्छति चेत् अत्र अनिष्टरूपम् एतत् विषये विचारः मास्तु इति अत्र मातृभिः तत्र दत्तं तावदेव इतः पर्यन्तम् एतत् विषये एव वयं दृष्टवन्तः इदानीम् अत्र अग्रे किं कृत् प्रत्ययाः अपि सार्वधातुकाः आर्धधातुकाः इति भवति अत्र शान्ता पठतु कृत् प्रत्ययाः अपि सार्वधातुकाः आर्धधातुकाश्च पूर्वम् अस्माभिः दृष्टं यत् धातुभ्यः विहिताः प्रत्ययाः द्विधाः किञ्च कृत् च एते सर्वे प्रत्ययाः पुनः विभजिताः सार्वधातुकाः आर्धधातुकाश्च अस्य महत्त्वम् एवं यत् प्रत्ययः सार्वधातुके अश्चेत् तर्हि कर्तृत्वे शब्दादयः विकरणाः आयान्ति कर्तरि शप् इत्यनेन शब्दादयः आयान्ति चेत् धातुगणे धातुगणभेदाः भवन्ति प्रत्ययः सर्वधातुकः नास्ति चेत् आर्धधातुकः एव आर्धधातुकः चेत् इडागमनविचारः करणीयः इदं विभजनं तिङ्क्षु अपि भवति कृत्सु अपि भवति पूर्वम् इयं व्यवस्था अस्माभिः अवलोकिता तिङ् प्रसङ्गे अधुना अवलोकामहे कृत् प्रसङ्गे पूर्वं वयं दृष्टवन्तः अत्र तिङ्क्षित् सार्वदातकम् इति अस्ति इदानीं तिङ् अपि अस्ति कृत् अपि अस्ति कृत् मया पूर्वमेव उक्तवन्तः मया पूर्वमेव उक्तम् अत्र किं किम् अस्ति इति भूधातुः अत्र धातुमाला विषये अत्र किञ्चित् दत्तमेव तप्रत्ययम् इक्तिन् प्रत्ययं त्वाप्रत्ययम् अनन्तरं यप् प्रत्ययम् एतत् सर्वं कृत् एव अत्र कृत् अपि अत्र द्विविधाः सन्ति एव सार्वधातुकः आर्धधातुकाः इति सार्वधातुक अस्ति चेत् अत्र कर्त्री शप् इति प्रयोगं कुर्मः अनन्तरं कर्त्री शप् इत्यनेन कर्त्री शप् अत्र द्वादिगणयः द्वादिगणे अनन्तरं चुरादिगणे भवति अन्यत्र विकरणप्रत्ययः तु कर्तरि शप् बाधित्वा एव कार्यं करोति अत्र शप् यत्र आयाति अत्र सु जस् अमौट् शस् टाभ्यां व्यस् एतत् शप् आदयः अनन्तरम् आयान्ति धातुगुणभेदाः भवन्ति अत्र एत्यत्र एतत् तिप्तश्चि सिप्तस्त एतत् परस्मैपदिनः भवति अनन्तरम् आत्मनेपदिनः भवति अत्र एतत् प्रत्ययः अस्ति एव अत्र सार्वधातुकः नास्ति चेत् आर्धधातुकः एव आर्धधातुकः अस्ति चेत् अत्र ईडागमस्य चिन्तनं पठितुं शक्यते अनन्तरं गन्तुं शक्यते अत्र ईडागमस्य चिन्तनं नास्ति किमर्थम् ईडागमस्य चिन्तनम् आर्धधातुकविषये एव आर्धधातुकस्य बलादेः इति सूत्रम् अनन्तरं नेड् वशीकृति इत्यनेन निषेधः भवति एतत् पूर्वं दृष्टवन्तः इदं विभजनं तिङ्क्षु अपि भवति तिङ्क्षु अपि अत्र आर्धधातुक सार्वधातुक कृत्सु अपि कृदन्ते अपि भवति पूर्वम् इयं व्यवस्था अस्माभिः अवलोकिता तिङ्प्रसङ्गे पूर्वमेव वयं दृष्टवन्तः इदानीम् अधुना अवलोकामहे कृत् प्रसङ्गे धातुभ्यः तिङ् अनन्तरं कृत् भवति अत्र तिङ् अस्ति सार्वधातुक आर्धधातुकाः कर्तृ शप् इत्यनेन कर्तृर्थे धातु गणभेदाः भवन्ति एव अनन्तरम् अत्र आर्धधातुकमस्ति चेत् अत्र इडागमस्य विषयः विचारः भवति इदानीं कृत् अस्ति चेत् अत्र षित् अस्ति वा अषित् अस्ति वा अत्रापि सार्वधातुकाः आर्धधातुकः अस्ति सार्वधातुकमस्ति चेत् कर्तृशप् कर्तृर्थे धातुगणभेदाः भवन्ति इदानीम् आर्धधातुकः अस्ति चेत् कृत् प्रत्यये अपि इडागमस्य विचारः भवति अत्र किञ्चित् क्लेशः अस्ति वा समस्या अस्ति वा संशयः अस्ति वा कोऽपि अनिल् महोदय न भगिनि अस्तु इदानीम् अत्र महालक्ष्मी पठतु कृत् नाम किम् आं महोदय कृत् नाम किं या एकनिमिषं यथोक्तं धातुभ्यः विहिताः केपि गुणसन्धि महोदय यथा प्लस् उत्तमम् आकारः अस्ति उकारः अस्ति आकार उकारमेलनेन ओकारः भवति अनन्तरं गुणसन्धिः सूत्रं किम् महालक्ष्मी शान्ता अनिल् महोदय अनसूया अहं जानामि महोदय आदगुणः इति सूत्रेण अहं महालक्ष्मी प्रतिदिनं पठितवती अनन्तलक्ष्मी किमर्थं विस्मृतगुण अत्र एतत् विषये रटनं भवितव्यं रटनम् इतोपि एतत् विषये अनन्तरमेव मनसि स्थापनीयम् आगच्छति अस्तु अत्र यथोक्तं धातुभ्यः विहिताः प्रत्ययाः द्विविधाः प्रत्ययाः द्विधाः तिङ् तिङ् च कृत्वा यः कोऽपि तिङ् भिन्नः प्रत्ययः धातुतः विहितः स च प्रत्ययः कृत् इत्युक्ते इत्युच्यते सन्धिः किं सन्धिः किम् इत्युच्यते इत्युच्यते कोऽपि अनसूया यानसन्धि महोदय इको यान उत्तमम् उत्तमम् अस्तु अग्रे खलु धातुतः इति आगच्छति खलु धातुतः तः इति अत्र तस्य प्रत्ययं धातुतः विहितः तत्र तद्धितान्तमस्ति यत्र तद्धितान्तम् इति अत्र धातुवत् भवति धातु इव भवति अत्र इव धातुवत् सूर्यवत् चन्द्रवत् यत्र वत्वत् इव इति श्रूयते तत्र तद्धितान्तप्रत्ययाः भवन्ति सः अपि धातुतः पञ्चमी तसुल् इति धातुतः ग्रामतः गृहतः फ्रम् द हौस् फ्रम् ग्रामम् इति अस्ति धातुतः विहितः स च प्रत्ययः कृत् इति उच्यते तिङ् भिन्नप्रत्ययः अत्र तिङ् नास्ति एतत् तिङ् भिन्नप्रत्ययः अस्ति स च प्रत्ययः कृत् इति उच्यते यस्य पदस्य अन्ते पठतु यस्य पदस्य अन्ते कृत् प्रत्ययः अस्ति तत्पदं कृदन्तपदानि सर्वदा सुबन्तानि इत्युक्तौ अग्रे आगच्छत्येव पठतु सुबन्तानि इत्युक्तौ नामपदानि सन्ति न तु क्रियापदानि यथा कर्तव्यं कृदन्तम् अनन्तरं प्रातिपदिकम् एतत् योजनेन सुबन्तपदम् एव आगच्छति कृदन्तम् अन्ते किं भवति चेत् नामपदानि एव सुबन्तपदानि एव आगच्छन्ति न तु क्रियापदानि मनसि स्थापनीयमेव यथा कर्तव्यं मतिः नेता गायकः लिखन् प्रकाशमानाम् इमानि पदानि सर्वाणि कृदन्तानि यतः एते प्रत्ययाः तव्यत् वितन् तिन् तृच् णुल् णुल् शत्रुषाणच् साक्षात् धातुभ्यः विहिताः तिङ् भिन्नाः पदान्ते च सन्ति अत्र तृधातु स्वीकुर्मः चेत् तव्यत् योजनेन कर्तव्यं तिन् प्रत्ययः मति इति तिन् प्रत्यययोजनेन मतिः इति भवति अत्र नेता तृच् प्रत्ययं नी धातोः नेता तृच् प्रत्ययं गायकः घी धातु गायते इति भवन्ति गीयते इति भवन्ति अत्र नुल् प्रत्ययं योजनेन गायकः अत्र शत्रु लिखन् अस्ति स्थानच् अत्र प्रकाशमानः भवति जायमानः भवति यत्र यत्र माणः अत्र वस्तुतः जायमानः इति किमर्थं भवति चेत् मा आणे मुख् इति पूर्वं मया उक्तमेव. अनिल् महोदय जानाति वा, स्मरणं भवति वा? कः महोदय? अत्र प्रकाशमानम् इति भवति. अत्र मकारः किमर्थं श्रूयते चेत् आणे मुख् इति सूत्रेण एव अत्र मकारः श्रूयते. अग्रे पश्यम् एतत् विषये अग्रे पश्यम्. इदानीमत्र अनिल् महोदय पठतु. एते सर्वे प्रत्ययाः, एते सर्वे प्रत्ययाः तिङ्, इतःपर्यन्तम् अत्र मया उक्तं, किञ्चित् क्लेशः संशयः अस्ति वा? प्रत्यय द्विविधा, तिङ् कृत्वा तद्धित कृतस्य एकरूप. मया इतोपि किञ्चित् वक्तव्यम् इति मया उक्तम्. अत्र किमपि तद्धितान्तविषये किमपि नास्ति एव. मया उक्तम् अत्र धातुतः, ग्रामतः, गृहतः, यत्र तः प्रत्ययम् आगच्छति तत्र तसल् इति पञ्चमी विभक्तिः श्रूयते. अत्र मनसि एतत्तु अडिशनल् इन्फर्मेशन् मया उक्तम् अत्र. तद्धितान्तविषये किमपि नास्ति एव. अस्तु, तद्धित प्रत्यय अपि कृत् प्रत्ययः अस्ति वा? न, तद्धितान्तम् अग्रे एतत् तिङ् अनन्तरं कृत् तद्धितम् अनन्तरं सन्नन्तम् एतत् पृथक्तया भिन्नभिन्नरूपेण आगच्छति. ओ अस्तु अस्तु, चत्वारि अस्ति. अतः एव अत्र कृ धातोः कर्तव्यम् इति कार्यमस्ति. तिङ् प्रत्ययं योजनेन मतिः इति भवति. तृच् प्रत्ययं योजनेन नी इति नेता भवति. नुल् प्रत्ययं योजनेन गै इति गायकः भवति. लिखन् अस्ति शत्रुप्रत्ययमस्ति. शाणच् प्रकाशमाणम् इति शाणच् पदम्. एतत् सर्व एतत् सर्वाणि धातुभ्यः एव विहितः. तिङ् भिन्ना पदान्ते न च सन्ति. तिङ् भिन्ना. अस्तु, भवान् एव पठतु. इतपर्यन्तं संशयः अस्ति वा? अस्तु, अग्रे भवान् एव पठतु. एते सर्वे, एते सर्वे प्रत्ययाः तिङ् कृतश्च महोदय दृष्टं नास्ति. कृतस्य अष्टाध्याय्याः तृतीयाध्याये विहिताः, यत्र धातोः प्रत्ययः इत्यनयोः अधिकारः. पूर्वमेव अवगतं यत् आरम्भे तिङ्प्रत्ययाः सर्वे सार्वधातुकाः, तिङ्शित् सार्वधातुकम् इति सूत्रेण. अत्र अनुवृत्तिसहितसूत्रम् अवलोक्याम. धातोः परश्च तिङ्शित् प्रत्ययः सार्वधातुकम्, अतः सार्वधातुकत्वस्य कृते प्रथमो नियमः अयं यत् प्रत्ययः धातुतः विहितः स्यात्. धातुतः विहितः नास्ति चेत् सार्वधातुकत्वस्य आर्धधातुकत्वस्य प्रश्नः न एव उदेति. तदा धातुतः विहितः चेत् तिङ् चेत् सार्वधातुकम् इति सामान्यतया निश्चितम्. लिट् लकारे आशिः लिङ् लकारे तिङ्प्रत्ययः अपवादत्वेन आर्धधातुकं भवति. परन्तु कृत् चेत् किमपि नैश्चित्यं नास्ति यत् सार्वधातुकं भवेत्. कृत् शित् अस्ति चेदेव सार्वधातुकः. कृत् प्रत्ययेषु नवशितः, ते च शत् शान शत्रिशानच् चानश् क्षानन् खश् श एष सध्यै सध्यै सध्यै सध्यैन् इति. एषु द्वौ प्रसिद्धौ शत्रिशानच् च. अवशिष्टा सर्वे कृत् प्रत्ययाः आर्धधातुकः, आर्धधातुकं शेषः इति सूत्रेण. अस्तु, अत्र तिङ् एतत् सर्वे प्रत्ययाः तिङ् कृतश्च अष्टाध्याय्यां तृतीयपादे एव तृतीयाध्याये एव तत्र दत्तम्. अत्र धातोः प्रत्ययः परश्च एतत् सर्वम् एकस्मिन् अधिकारे एव अस्ति. इदानीं तिङ् प्रत्ययः वयं जानीमः किञ्चित् सार्वधातुकम् इत्यनेन कार्यं करोति. अत्र अनुवृत्तिसहितसूत्रं धातोः परश्च तिंचित् प्रत्ययः सार्वधातुकम्. धातोः परश्च अनन्तरं प्रत्ययः एतत् एकस्मिन् अधिकारे अस्ति. अत्र तिंचित् प्रत्ययम् अस्ति चेत् सार्वधातुकं भवति इति. अनन्तरं सार्वधातुकत्वस्य कृते प्रथमनियमः किम् अस्ति चेत् प्रत्ययः धातुतः विहितः स्यात्. प्रत्ययः धातुतः इदानीम् अत्र कृधातुः स्वीकुर्मः चेत् अत्र धातुतः एव तव्यत् प्रत्ययं योजनेन कर्तव्यम् इति भवति. अत्र धातुतः विहितः नास्ति चेत् सार्वधातुकत्व आर्धधातुकत्वस्य प्रश्नः नैव उदेति. अत्र धातुतः एव एतत् प्रत्ययः विहितः. अत्र एतत् नास्ति चेत् अत्र सार्वधातुकत्वस्य आर्धधातुकत्वस्य प्रश्नः उदेति न उदेति एव. अत्र तिंशित् सार्वधातुकम् इति अस्ति. तिङ् अपि अस्ति, षित् अपि अस्ति. एतत् धातुतः एव प्रत्ययः अत्र प्रयोगं कुर्मः चेत् अत्र अन्तिमपदं स्वीकुर्मः. अत्र एतत् नास्ति चेत् अत्र किमर्थं सार्वधातुकम् आर्धधातुकम् इति प्रश्नः उदेति, न उदेति एव. इदानीं धातुतः विहितः चेत् तिङ् चेत् तिङ् अस्ति चेत् सार्वधातुकं सामान्यतया अत्र कार्यं भवति एव. लीट्लकारे आशीर्लिङ्ग्लकारे तिङ्प्रत्ययः अपवादत्वेन आर्धधातुकं भवति. लिट्लकारे अत्र करोति चेत् चकार इति भवति लिट्लकारः. अत्र द्वित्वं भवति. आश्रीलिङ्ग् मध्ये अत्र भूयात् इति अत्र तिङ्प्रत्ययः अपवादत्वेन आर्धधातुकं भवति. आश्रीलिङ्ग् अपि अस्ति, लिट्लकारे अपि अस्ति, अपवादत्वेन आर्धधातुकं स्वीक्रियते. अत्र भिन्नप्रत्ययाः सन्ति एतत् विषये. परन्तु कृत् चेत् किमपि न उचितमेव. अत्र नैश्चितं नैश्चित्यं नास्ति. यत् सार्वधातुकं भवेत्, अत्र सार्वधातुकं भवेत् चेत् षित् अस्ति इति पूर्वं दृष्टवन्तः. कृत् अस्ति चेत् नवशितः पूर्वमेव वयं दृष्टवन्तः. शत्रु शानच् चानश् शानन् कश् श एष् अनन्तरं सद्यै सद्यैन् इति सूत्रेण इति अस्ति. अत्र प्रसिद्धः द्वे एव, शत्रु शानच् इति. शत्रु इदानीं दृष्टवन्तः लिखन् अस्ति, अनन्तरं शानच् प्रकाशमानम् इति अस्ति. एतत् एव द्वे एव अत्र द्वौ एव प्रसिद्धौ अस्ति. अत्र अवशिष्टाः सर्वे कृत् प्रत्ययाः. एतत् विषये किञ्चित् अग्रे एव वयं द्रष्टुं शक्यते. एतत् विषये पूर्णतया इतोपि आर्धधातुकं शेषः इति सूत्रेण वयं जानीमः एव. अत्र अनसूय भगिनी पठतु. इतपर्यन्तं किमपि सन्देहः अस्ति वा? पृच्छतु. अस्तु, अग्रे चल पठतु अनसूय. भवान् एव पठतु अनिल् महोदय. अस्तु महोदय. अस्य महत्त्वम् अस्माभिः परिशीलितं तिङ्प्रसङ्गे. प्रत्ययः सार्वधातुकः चेत् कर्तरि शप् इति सूत्रेण कर्तृर्थे धातुः प्रत्ययोः मध्ये विकरणप्रत्ययः विहितः भवति. अनेन दशानां धातुगणानां रूपभेदा निष्पद्यन्ते. वयम् एतत् विषये पूर्वमेव दृष्टवन्तः. कर्तरि शप् बाधित्वा एव अन्ये गणे विकरणप्रत्ययः अत्र जुगोत्यादि स्लु स्वादिभ्यः एतत् तुदादिभ्यः शः एतत् सर्वम् आगच्छति एव. अत्र पूर्वमेव एतत् विषये मध्ये विकरणप्रत्ययं विहितः चेत् अत्र दशानां धातुगणानां रूपभेदाः निष्पद्यन्ते एव. एतत् पूर्वमेव दृष्टवन्तः. अग्रे अपि भवान् एव पठतु पृच्छतु. तिङ्प्रत्ययः अस्ति चेत् तु अहम् अवगतं विकरणप्रत्ययः आगच्छति, परन्तु कृत् प्रत्ययः अस्ति चेत् अपि विकरणप्रत्ययः आगच्छति वा? न न, कृत् प्रत्ययस्य विषये अत्र एतत् वयम् इदानीमेव पठितवन्तः. अत्र तव्यत् इक्तिन् तृच् एतत् एव आगत्य कार्यं करोति. अत्र तव्यत् इति अस्ति, इक्तिन् अस्ति, अत्र इकारः एव श्रूयते, नकारः अपगच्छति, तृच् इति भविता इति स्वीकुर्मः, नुल् अत्र उकारः एव तिष्ठति, उकारः तिष्ठति चेत् अत्र युवोरणाकौ इति येन कार्यं करोति, अतः ऊस्थाने अक युस्थाने अण इति आगच्छति, शत्रु अति एव तिष्ठति, शाणच् आण आण एव तिष्ठति। इदानीमेव मया उक्तं शाणच् इति किमर्थम् अत्र प्रकाशमानम् इति भवति, अत्र शाण शकारः लशकतस्थिते इत्यनेन अपगच्छति, आण एव तिष्ठति, चकारः अलन्त्यं तस्ति लोपः इत्यनेन अपगच्छति। अत्र शाणच् इत्यनेन आण इति आणे मुख् इत्यनेन एव मकारः श्रूयते, अतः एव प्रकाशमानं जायमानं तादृशं भवति। अत्र आणे मुख् इति सूत्रमस्ति, इत्यनेन एव आकारस्थाने मकारः आगच्छति, आणे मुख् आणे परतः अङ्गस्य अङ्गस्यार्थः मुम् आगमः भवति, अतः एव पचमाणः यजमानः जायमानः प्रकाशमानः तादृशं भवति आणे मुख् इति सूत्रेण। अत्र शाणच् एव अस्ति, एतत् कृदन्तप्रत्ययमस्ति, सर्वे कृदन्तप्रत्ययमस्ति। किमपि क्लेशः अस्ति वा? इतोपि आने मुख् इत्युक्ते आने इत्युक्ते आने इदानीं शाणच् अस्ति खलु, शाणच् चकारः लशपतते इत्यनेन अपगच्छति, शाणच् चकारः अलन्त्यं तस्य लोपः इति अपगच्छति, आणे एव तिष्ठति, परन्तु अत्र प्रकाशमानः इति आणे एव अस्ति खलु शाणच् मध्ये, किमर्थं मुख् मकारः? एतत् सूत्रेण एव शाणच् इति प्रकाशमानः जायमानः यजमानः पचमानः। अत्र एतत् सूत्रं कदा प्रयुज्यते महोदय? शाणच् मध्ये, शाणच् मध्ये सर्वदा प्रयुक्तं शाणच् खलु, चेत् सर्वदा मान एव मान एव एतत् विषये अग्रे आगच्छति एव, आन कुत्र भवति मान कुत्र भवति इति। परन्तु अत्र पूर्णतया वक्तुं शक्यते अत्र मान इति एव आगच्छति, अतः एव यजमानः प्रकाशमानः खलु, यजमानः पचमानः प्रकाशमानः जायमानः। अत्र आने मुख् इति सूत्रेण एव आकारस्य स्थाने मुख मुम् आगच्छति, मुम् आगमः भवति खलु। मनसि स्थापयतु, शाणच् इत्यनेन आण इति न आगच्छति, किमर्थं चेत् मान एव आगच्छति, किं सूत्रेण इत्युक्ते आणे मुख् इति सूत्रेण एव। समीचीनम्, किमर्थं सा सा अपगच्छति खलु लशकुतटिते इति सूत्रेण? एतत् सूत्रं व्यर्थं न भवेत् खलु, सूत्रम् आणे मुख् इति सूत्रं व्यर्थं न भवेत् यत् पाणिनिना कृतम्। अत्र पचमानः किमर्थं भवति? पच आणः एव आगन्तव्यं खलु, शाणच् इति योजनेन पच् योगः आणः पचाणः, अत्र अनिष्टरूपमेव पचमानः इति आणिमुखसूत्रेण पचमानः यजमानः जायमानः अत्र प्रकाशमानः, तत्र आणिमुख् इति अनेनैव मुम् आगमः भवति, मुम् अतः मुक् मकारः आगच्छति। समीचीनम्, इतोपि प्रश्नः अस्ति वा? मनसि स्थापयतु, एतत् मुख्यविषयमस्ति, शाणच् इति प्रत्यये आनेमुक् इति सूत्रेण एव पचमानः यजमानः जायमानः इति भवति। कर्तृशप् इति सार्वधातुकप्रत्ययः परे अस्ति चेत् धातुतः शप् प्रत्ययः भवति, पूर्वमेव वयं दृष्टवन्तः, अत्र कर्तरी प्रयोगः इति अवगम्यताम्, भावे कर्मणि च शप् प्रत्ययः न विहितः, भावे अत्र भावे सर्वदा क्रियापदेन एव कार्यं भवति, क्रियापदमेव मुख्यं प्रधानम् अस्ति भावे, अत्र बालः अस्य बालेन असितम् इति भवति, बालेन असितं तावदेव, भावे कर्मणि च शप् प्रत्ययः न विहितः अनन्तरम् अनुवृत्तिसहितसूत्रं कर्तृ सार्वधातुके धातोः परश्च शप् प्रत्ययः भवति. शप् प्रत्ययः सार्वधातुक कर्तृ शप् एतेन सार्वधातुकं प्रत्ययः अत्र शप् प्रत्ययः भवति इति तत्र. ओ सो यदा भावे कर्मणि रूपं यदि आवश्यकं तदा कर्तृ शप् सूत्र प्रसक्तिः एव नास्ति. प्रसक्तिः एव नास्ति तावदेव. अस्तु अस्तु. तदा भावे कर्मणि रूपे लकारभेदः नास्ति वा? अत्र विभक्तिः परिवर्तनं भवति. विभक्तिः परिवर्तनं भवति. बालः गच्छति, बालः गच्छति, अत्र बालेन गम्यते, बालेन गम्यते. अत्र विभक्ति, अत्र प्रथमविभक्ति एव प्राधान्यं भवति कर्तृर्थे. अत्र अत्र कर्मपदम् अत्र स्वीकुर्मः, कर्मपदम् अत्र प्राधान्यम् अस्ति चेत् रामेण सीतां, रामेण सीतां पश्यति, पश्यते, दृश्यते, रामेण सीतां दृश्यते. अत्र कर्मपदं सीताम् एव प्राधान्यम् अस्ति, अतः कर्मपदं द्वितीयविभक्ति भवति. यत्र कर्तृर्थे कर्ता एव प्राधान्यमस्ति चेत् बालः, रामः, अत्र रामः असति, रामः गच्छति, अत्र प्राधान्यं भवति रामः एव, अतः तत्र कर्ता प्रथमविभक्ति भवति. यत्र कर्ता कर्मपदं प्राधान्यमस्ति चेत् द्वितीयविभक्ति भवति. अत्र इदानीम् अत्र तत्र ते किं भवति चेत् अत्र सार्वदा भावे च अनन्तरं कर्मणि च शप् प्रत्ययः न विहितः. अत्र अन्ये कार्यं भवति, शप् न विहितः. इतोपि प्रश्नः अस्ति वा महोदय? पठितुं शक्यते वा ए बिन्दुः? कर्तृर्थे सार्वधातुकानां कृत् प्रत्ययानां कृदन्तानां दशानां धातुगणानां रूपभेदाः यथा शत्रिप्रत्यय शित् अतः सार्वधातुकः, कर्तृर्थे एव भवति शत्रिप्रत्ययः, कर्तृ शप् इत्यनेन सबादय विकरणप्रत्ययः विहितः, अत्र शत्रन्तेषु दशानां धातुगणानां रूपभेदाः. इदानीं शत्रुविषये किं किं भवति इति, दशानां धातुगणानां रूपभेदः किं भवति इति तत्र दत्तं. शत्रु षित् क्षत्रि अस्ति, षित् तत् तत्तु सार्वधातुकः अस्ति. ओके, तो सार्वधातुकः अस्ति चेत् कर्तृर्थे एव भवति कर्तरि शप् इत्यनेन सबादय विकरणप्रत्याभिहितः. ओके, सबादय इत्युक्ते महोदय सप् आदय, शप् आदय, सुजस् अमोटिषस्टाभ्याम्भ्यस् अत्र एकविंशतिः अस्ति खलु, शपादयः, शप् आदयः, अत्र पकारस्य स्थाने तृतीयवर्धनः भवति, शपादयः जलां जशोति इति सूत्रेण, जश्वसन्धिः भूत्वा तृतीयवर्णः शप् इति स्थाने, पकारस्य स्थाने तृतीयवर्णः बकारः आगच्छ, अतः एव शप् आदयः, शपादयः. पठितुं शक्यते वा? शत्रु शत्रु अनुबन्धलोपे अत् अनुबन्धलोपे इत्युक्ते अत्र शप् शत्रु मध्ये किं भवति शकारः, केन सूत्रेण ईत् भवति? शकारे संज्ञा अस्ति, ऋकार ऐ थिङ्क् अनुनासिक अस्ति चेत् न, शकारः केन सूत्रेण अपगच्छति? महालक्ष्मी शान्ता अनन्तलक्ष्मी इल्ल इनिकि भवान् इदानीमेव मया उक्तं खलु, चाणक्य अस्ति खलु, स्मरामि महोदय लशको तद्धिते इत्यनेन लशक् वा आतत् इत्यनेन शकारस्य इति संज्ञा भवति. अनिल् महोदय जानाति एव खलु, पूर्वमेव वयं विस्मृतवान् वा? न न, लशक् सूत्रेण अतः शकारः लशक् तत् इत्यनेन अपगच्छति, अकारः एव तिष्ठति, अतः तत्र अस्ति इति. ऋकारः अत्र ऋकारः अपि अपगच्छति, हलन्त्यं तस्य लोपः अति एव तिष्ठति. इदानीं स्वीकृत्य ऋकार महोदय अत्र इस् इट् लैक् उपदेश आच अनुनासिक, उपदेश आज अनुनासिकायम् इति अस्ति वा? अत्र ऋकार अनुनासिक ऋकार अस्ति, अतः तत्र उपदेश आज अनुनासिक इत्यनेन अपगच्छति. अत् अनन्तरं शकारः लशकतथिते इत्यनेन अपगच्छति, अनन्तरम् अति एव तिष्ठति. इदानीं पठतु. भवादौ पट योग अत् कर्तरि शप् पठ पठ शप् अत् अनुबन्धलोपे पठ अ अत् अतो गुणे अतो गुणे पठ अत् पठ अत् वर्णमेलनेन मेलने पठत् इति प्रातिपदिकं पुंसि पठन् स्त्रियां पठन्ति. अतो गुणे इति सूत्रं किं कार्यं करोति अत्र? मध्ये अपि कर्तृशप् मध्ये अकारः तिष्ठति, अस्ति इति शत्रु मध्ये अस्ति इति तिष्ठति, पूर्वमपि अकारः अनन्तरमपि अकारः, इदानीं किं भवति? पठात् इति भवितुम् अर्हति. सवर्णदीर्घः सन्धिप्रयोगं कुर्मः चेत् अत्र सवर्णदीर्घसन्धिः बाधित्वा अतोगुणे इति सूत्रं कार्यं करोति. अत्र अतोगुणे इति सूत्रेण पूर्वपरयोः पररूपमेव आदेशः भवति, अतः अस्ति एव प्रयोजनं कुर्मः. पूर्वं स्थितस्य आकारः त्यजामः. अतोगुणे इति पश्यामि महोदय. अत्र तु शप् प्रत्ययस्य कार्यम् अपि किमपि नास्ति, शत्रुमध्ये अस्ति खलु कर्तरि शप् मध्ये, शकारः एव अस्ति खलु अत्र? इदानीं दृष्टवन्तः खलु? हा हा, तत्तु सम्यक्. अहम् अहं पृच्छामि तत्र शप् आनेतुं किं प्रयोजनम्? अत्र दशगणविषये गणविषयः अत्र भवति. दशगणाः सन्ति खलु, भुआदिगणः, अदादिगणः, जुगोत्यादिगणः. अत्र शत्रु इति स्वीकुर्मः चेत् किं किम् अभवत् इति अत्र पश्यन्ति स्म. इदानीम् अतो गुणे इति स्वीकुर्मः चेत् अपदान्त अकारात् गुणे परे संहितायां पूर्वपरयोः एकः पररूपः पररूपः एव आदेशः भवति, अतः तत्र किम् इति कर्तृशप् इत्यनेन वादिधातोः अकारः अकारः अकार अकारमेलनेन आकारः भवितुम् अर्हति सवर्णदीर्घः सन्धि कृत्वा, परन्तु सवर्णदीर्घसन्धि बाधित्वा अतो गुणे इत्यनेन पररूपमेव एकादेशः भवति. सो अत् पट् योगः अत् वर्णमेलनेन पठत् इति भवति. इदानीं पठत् इति प्रातिपदिकं स्वीकुर्मः, अनन्तरं किञ्चित् कार्यमस्ति. पठन् इति भवति पुंसे पुल्लिङ्गे, पठन्ति इति स्त्रीलिङ्गे अस्ति. एतत् पठन् कथम् आगच्छति, पठन्ति कथम् आगच्छति इति सूत्रमस्ति, अग्रे पश्यामि एतत् विषये. इदानीं मास्तु, अतो गुणे इति सूत्रेण पर अकारः एव श्रूयते अत्र. एतत् कुत्र भवति चेत् द्वादिगणे एव एतद् भवति. शत्रु इति स्वीकुर्मः चेत् शत्रुप्रत्ययः षित् अतः सार्वधातुकः भवति, अतः सार्वधातुकः अस्ति चेत् कर्तरि शप् कार्यं करोति एव. अनिल् महोदय, षित् अस्ति खलु, परन्तु अत्र सप् कारणेन भिन्नता नास्ति, सर्व एकमेव दृश्यते. षित् अस्ति अतः सार्वधातुकं, यत्र सार्वधातुकं भवति तत्र कर्तरिषप् इति भवति खलु? अवगतम्. इदानीम् आदौ वच् योगात् कर्तृशप् वच् शप् अत् आदिप्रवृत्तिभ्यः शप् इत्यनेन शप् लुक् लोप वच् अत् वचत् वचन् वचति इति भवति अत्र कर्तरि अदादिगणीयः अदादिप्रवृत्तिभ्यः शपः इत्यनेन अत्र कर्तरि शप् लुक् भवति अदर्शनं भवति अतः किमपि कार्यं नास्ति वच् योगः अर्थ मेलनेन वचति इति भवति वर्णमेलनं तावदेव जुहोत्यादिगणे पठतु ज्योत्यादौ दा योग अत् कर्तरि शप् दा शप् अत् ज्योत्यादिभ्यः स्लुः इत्यनेन शप् स्लुः सो ददत् ददत् ददति ददत् ददति इति भवति नाभ्यस्ताचुः इत्यनेन अभ्यस्तसंज्ञकात् शत्रुप्रत्ययः नुम् आगमः न भवति अत्र ददत् इति भवति एतत् स्वीकुर्मः चेत् दा अत् ददत् आकारस्य लोपः भवति अनन्तरम् अत्र कर्तरि शप् अपि कार्यं न करोति एतत् प्रपाद्ये एव जुहोति आदि स्लू भवति दा दा इति भवति अत्र कार्यं भवति दा इति दीर्घं भवति अनन्तरं दा इति दीर्घं भवति दा दा अत्र द्वित्वं भवति प्रथमदकारस्य स्थाने ह्रस्वः इत्यनेन ह्रस्वः भूत्वा द इति भवति दा नास्ति अत्र किञ्चित् कार्यमस्ति ददत् इति स्वीकुर्मः चेत् अत्र कार्यं भवति अग्रे दिवादौ नश् इति स्वीकुर्मः चेत् अत्र अपि अत् दिवादिभ्यः शन् इति यकारः श्रूयते अतः नश् योगः या योगः अत् नश्यत् इति भवति अत्र अपि अतो गुणे कार्यं करोति अत्र अतो गुणे पूर्वपरयोः पररूपमेव पर अत्रापि अकारः अस्ति यकार उत्तरवर्ति अकारः अस्ति अनन्तरम् अत् अपि अकारः अस्ति अत्र सवर्णदीर्घः सन्धिं बाधित्वा नश्यत् इति भवति नश्यन् इति पुल्लिङ्गपदं नश्यन्ति इति स्त्रीलिङ्गपदं स्वादिगणे अग्रे पश्यामि अस्तु अस्तु भवान् एव वदतु पूर्णतया अस्तु शान्ता वदतु ॐ पूर्णमदम् ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः श्रीगुरुभ्यो नमः हरिः ओम् धन्यवादः सर्वे नमस्कारः धन्यवादः धन्यवादः Thank you.